षष्ठोऽध्यायः श्रीभगवानुवाच अनाश्रितः कर्मफलम् कार्यम् कर्म करोति यः स सन्न्यासी च योगी च न निरग्निर्न चात्रियः यम् सन्न्यासमिति प्राहुः योगम् तम् विद्धि पाण्डव न यः सन्न्यस्तसङ्कल्पो योगी भवति कश्चन आरुरुक्षोर्मुने योगम् कर्मकारमुच्यते योगारूढश्च तस्यैव शमः कारमुच्यते यदा हीनेन्द्रियार्थेषु न कर्म स्वनुसज्जते सर्वसङ्कल्पसन्न्यासी योगारूढस्तदुच्यते उद्धरेदात्मनात्मानम् नात्मानमावसादयेत् आत्मैव यात्मनो बन्धु आत्मैव रिपुरात्मनः बन्धुरात्मात्मनस्तस्य येनात्मैवात्मनाजितः अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्ण सुख दुःखेषु तथा मानापमानयोः ज्ञान विज्ञान तृप्तात्मा कूटस्थो विजितेन्द्रियः युक्त इत्युच्यते योगी समानो श्राश्म काञ्चनः सुहृन्मित्रायुदासीन मध्यस्तद्वेष्य बन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः एकाकीयत चित्तात्मा निराशीर परिग्रहः शुचो देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नात्युच्छित्तम् नाति नीचम् चैलाजीना कुशोत्तरम् तत्रैकाग्रम् मनः कृत्वा यत चित्तेन्द्रियक्रियः उपविश्यासने युञ्जा योगमात्मा विशुद्धये समम् कायशिरोग्रीवम् धारयन्न चलम् स्थिरः सम्प्रेक्ष्य नासिकाग्रम् स्व दिशश्चानालोकयन् प्रशान्तात्मा विगतवे ब्रह्मचारी व्रते स्थितः मनः संयम्य मच्चित्तो युक्तो आसीत् मत्परः युञ्जन्नेवम् सदात्मानम् योगी नियतमानसः शान्तिनिर्वाणपरमम् मत्संस्थामधिगच्छति।